अस्तु, तर्हि अस्माकं न्यायवर्गे सर्वेषां स्वागतं। तर्हि शनिवासरे किम् अभवत् इत्युक्ते, गतसप्ताहे महोदयः न आसीत् इति कृत्वा द्रोणमहोदयः एव चालितवान् कक्षां। तर्हि तत्र कश्चन विषयः वयं अस्माभिः अधीतः, यत् महोदयः पुनरावलोकनम् इव कृत्वा अग्रे गतवान् शनिवासरे। तर्हि तदेव वयमपि अद्य कुर्मः। तत्र प्रथमं तत्र ज्ञानविषये कश्चन प्रश्नः आगतः, इत्युक्ते पूर्वस्मिन् कक्षायां वयम् उक्तवन्तः प्रतिबन्धकज्ञानं यदा भवति तदा एव अभावस्य प्रतीतिः जायते इति। तर्हि तस्य विषये किञ्चित् चर्चा प्रथमं जाता, तर्हि वयमपि तत् कुर्मः। प्रथमं तत्र तत्र पृष्ठसङ्ख्या अस्ति 160, तत्र प्रतिबन्धकत्वम् अपि इमां प्रयोजकताम् इति परिच्छेदः अस्ति खलु, तत् पठित्वा किञ्चित् प्रायः चर्चां कर्तुं शक्नुमः। तर्हि रामप्रिया भगिनी, भवती पठति वा प्रतिबन्धकत्वम् अपि इत्यस्मात्? आम् आं भगिनि, आं भगिनि, प्रतिबन्धकत्वमपि इमां प्रयोजकतां ज्ञात्वा सम्यक् ज्ञायते। प्रतिबन्धकः सः यः सामग्र्यां सत्यामपि कार्यानुत्पत्तौ प्रयोजकः। कार्यानुत्पत्तिः कार्योत्पत्तेः अभावः, अभावश्च नित्य इति न प्रतिबन्धकेन सह उत्पन्नः इति व्यवहर्तुं शक्यम्। तदापि प्रतिबन्धकसमवधाने सति कार्यानुत्पादः भवति ज्ञायते वा इति, न सः प्रतिबन्धकेन जन्यः किन्तु सः प्रतिबन्धकप्रयुक्तः प्रतिबन्धकप्रयोज्यः इति वा उच्यते। प्रतिबन्धकोऽपि तादृशकार्यानुत्पादं प्रति न जनकः किन्तु प्रयोजकः इति उच्यते। तत्र प्रतिबन्धकस्य विषये दत्तमस्ति। प्रतिबन्धकः इत्युक्ते किम् इति वयं दृष्टवन्तः, यद् अस्ति चेदपि कार्यं न कार्यस्य उत्पत्तिः न भवति इति। अस्तु, यः सामग्र्यां सति अपि कार्यानुत्पत्तौ अनुत्पत्तिः इति वयं दृष्टवन्तः, तदेव प्रतिबन्धकः इति। क्षम्यतां, पुनः एकवारं वदतु तत् प्रतिबन्ध यः प्रतिबन्धकः इत्युक्ते यत् यस्य यः सामग्र्यां सत्यपि कार्य अनुत्पत्तौ कार्यस्य उत्पत्तिः न भवति इति। सामग्री इत्युक्ते कार्यं प्रति यत् कारणानि यानि कारणानि सः एव सामग्री, यत् तत् सामग्री अस्ति चेदपि तस्य कार्यं न उत्पद्यते इति एव प्रतिबन्धकः। न, कार्यं न उत्पद्यते इति प्रतिबन्धकः इत्युक्ते किं, तत्र तादृशस्थितिः प्रतिबन्धकः वा इति वदति वा, तत्र किञ्चित् सम्यक्तया न? यदा वयं तद् छिद्रस्य विषये दृष्टवन्तः, तत्र वस्त्रादिवेष्टितकाष्ठविशेषः इति दृष्टवन्तः, तदेव प्रतिबन्धकः आसीत् जलस्रावणविषये। यदा तद् न आसीत् चेत् जलस्रावणं तु भवति एव, सः विरोधी एव, तद् पदमेव अहं विरोधी इति। इत्युक्ते तत्र प्रतिबन्धकः नाम कश्चन पदार्थः खलु, यस्मिन् सति कार्यं न उत्पद्यते, यस्मिन् सति कार्यं न उत्पद्यते इत्युक्ते, हा तदेव प्रतिबन्धकः। प्रतिबन्धकत्वम् अपि इमां प्रयोजकतां ज्ञात्वा सम्यक् ज्ञायते इत्युक्ते, तत्र प्रयोजकः कः इति प्रश्ने सति, तत्र तदेव यः सामग्र्यां सति अपि कार्यानुत्पत्तौ प्रयोजकः इति तस्य नामकरणम्। न न न एकक्षणं, तत्र प्रथमवाक्यं किम् अस्ति? प्रतिबन्धकत्वमपि इमां प्रयोजकतां ज्ञात्वा सम्यक् ज्ञायते इत्युक्ते किम्? प्रतिबन्धकत्वम् अपि इमां प्रयोजकतां ज्ञात्वा, प्रयोजकताम् इति ज्ञानमेव, ज्ञाननिष्ठप्रयोजकता। विषयता विषये अस्ति वा? न, तादृश न, तावत् चिन्तनं प्रायः अत्र न अपेक्षितं भगिनि। तत्र केवलम् अस्माकं प्रसङ्गः इदानीं प्रयोजकता इति अस्ति खलु, तत्र तत् यत् प्रयोजकता अस्ति तत् विषये तत्र सम्यक् अवगमनम् अस्ति चेत् प्रतिबन्धकत्वस्यापि अवगमनं भवेत्। इत्युक्ते प्रतिबन्धकः अपि तत्र प्रयोजकः इति भवति खलु अत्र इति एव अत्र वार्ता वस्तुतः। अस्तु, इमां प्रयोजकतां ज्ञात्वा सम्यक् ज्ञायते। प्रतिबन्धकत्वविषये यदा वयं जानीमः तदा प्रयोजकतां ज्ञात्वा सम्यक् ज्ञायते। इत्युक्ते प्रयोजकताविषये यदा सम्यक् ज्ञायते तदा प्रतिबन्धकत्वविषये अपि वयं ज्ञातुं अवगन्तुं शक्नुमः इति अवगमनमपि भवति इति सत्यं। विपरीतं किल तत्र, प्रतिबन्धकत्वमपि तत्र प्रयोजकता इति तत्र स्थापयित्वा उपयोगं कृत्वा तत् सम्यक् ज्ञातुं शक्नुमः इति अस्ति किल विषयः तत्र। तदेव रामप्रिया भगिनी उक्तवती खलु, इत्युक्ते प्रयोजकतायाः अवगमनेन प्रतिबन्धकत्वस्यापि सम्यक् अवगमनं भवेत् इति। अस्तु, अहं चिन्तितवती विपरीतम् उक्तवती इति, परन्तु तदेव ममापि न तदेव तत् रामप्रिया भगिनी विपरीतमेव आरब्धं कृतवती, परन्तु तत्र गत्वा तत् तत्र अत्र ज्ञात्वा इति पदं प्रयोजकताम् इत्यस्य पदस्य अनन्तरमेव अस्ति इति सत्यम्। अन्वयः तत्र भवति, सत्यम्, अन्वयः तदा तादृशं भवति। आम्, इदानीं प्रतिबन्धकः सः यः सामग्र्यां सत्यपि कार्यानुत्पत्तौ प्रयोजकः इति, अत्र प्रतिबन्धकः कः इति उक्तम् अस्ति, यः सामग्र्यां सत्यामपि, सामग्री इत्युक्ते कार्यं प्रति यानि कारणानि, सः सामग्री तद् सामग्र्यां सत्यामपि कार्यानुत्पत्तौ, कार्यानुत्पत्तिः न भवति, तदेव प्रयोजकः, तस्य नामकरणमेव प्रयोजकः इति अस्ति। अस्तु, कार्य अनुत्पत्तिः कार्योत्पत्तेः अभावः। कार्य अनुत्पत्तिः इत्युक्ते किम् इत्युक्ते कार्य उत्पत्तेः अभावः। अस्मिन् स्थले तु वयम् अत्यन्त अभावविषये उक्तवन्तः पूर्वं यदा वयं दृष्टवन्तः तस्मिन् समये। अभावः इत्युक्ते अभावः तु अत्यन्त अभावः, तत् अभावः तु नित्यः इति। यद् अभावः नित्यः तस् सः प्रतिबन्धकेन न उत्पन्नः। अस्तु, तस्य जन्यं तु प्रतिबन्धकेन न भवति, अभावः नित्यः इति। तदापि प्रतिबन्धकसमवधाने सति कार्यानुत्पादः भवति, ज्ञायते वा इति। अस्तु, तदापि यदा यस् प्रतिबन्धकस्य उत्पन्नः न भवति चेदपि प्रतिबन्धकसमवधाने सति कार्य अनुत्पादः भवति। तद् न अवगतं भगिनि। अस्तु, राजेन्द्रमहोदय किञ्चित् सहायं करोति वा अत्र? प्रयत्नं करोमि भगिनि। अहं चिन्तयामि यथा अत्र स्थूलक्षैः लिखितमस्ति, प्रतिबन्धकः सः यः सामग्र्यां सत्यामपि कार्य अनुत्पत्तौ, कार्य अनु उत्पत्तौ प्रयोजकः, यदि तत्र तस्य अर्थः अस्ति यथा प्रतिबन्धकः यः अस्ति सः तु प्रयोजकः अस्ति, यथा अग्रे गत्वा तत्र लिखितमस्ति तत् प्रतिबन्धक जनकः नास्ति प्रतिबन्धकः, तत्कारणात् तत् सः कारणं न भवति, तत्कारणात् तस्य तत् निवारणाय तत् प्रयोजकः शब्दः प्रयुक्तः, तथा येन तत् निवारितं भवति तत् प्रतिबन्धकः जनकः न आसीत् तत्कारणात्। सम्यक् महोदय, बहु सम्यक्। एतद् वाक्यमस्ति खलु, तथापि प्रतिबन्धकसमवधाने सति कार्यानुत्पादः भवति ज्ञायते वा इति सः भागः एव इदानीं स्वीकुर्मः, तस्य भागस्य किञ्चित् विश्लेषणं करोति वा? प्रतिबन्धकसमवधाने सति कार्य अनुत्पादः भवति ज्ञायते वा इति न तत्र तावत् ज्ञायते वा तावत्पर्यन्तं प्रतिबन्धकः यथा तत्र अस्ति तदा एव कार्य अनुत्पादः भवति, तत् अस्माभिः ज्ञायते वा न प्रतिबन्धकसमवधाने सति कार्य अनुत्पादः भवति, यथा छिद्रे तत् प्रतिबन्धकः अस्ति तदा कार्य अनुत्पादः भवति, अस्माभिः ज्ञायते सः प्रतिबन्धकेन जन्यः नास्ति, यथा कार्य अनुत्पादः भवति सः प्रतिबन्धकेन जन्यः नास्ति। न एकक्षणं, तत्तु किञ्चित् अग्रे गतवान् भवान्, परन्तु तत् पूर्वं तत्र केवलं प्रतिबन्धकसमवधाने सति कार्यानुत्पादः भवति ज्ञायते इत्युक्ते किम् इत्येव इदानीं तत्र तावत्पर्यन्तम्। भगिनी क्षम्यताम्, एतद् विद्यमानसत् प्रतिबन्धकः न्यायमानसत् प्रतिबन्धकः विषये वदति वा तत्र? इति न, तत्र केवलं तत्र किं अत्र विषयः केवलमस्ति कार्यानुत्पादः इत्युक्ते कार्याभावः खलु, तत्र प्रतिबन्धकसमवधाने सति कार्याभावः भवति ज्ञायते इत्युक्ते तत्र प्रतिबन्धकः अस्ति चेदेव कार्याभावः भवति अपि च तस्य प्रतीतिः अपि जायते इति एव अत्र वार्ता, तावदेव प्रतीतिः एव ज्ञायते इति प्रतीतिः तत्र ज्ञायते इत्युक्ते तत्र वस्तुतः उत्पन्नः इति नास्ति विषयः, परन्तु प्रतीयते इति एव विषयः, जानीमः इति एव इत्युक्ते तत्र केवलं तस्य कार्याभावः इति भवति इति तावदेव। इति न सः प्रतिबन्धकेन जन्यः, किन्तु सः प्रतिबन्धकप्रयुक्तः प्रतिबन्धकप्रयोज्यः इति वा उच्यते। एतत् राजेन्द्रमहोदय भवानेव वदतु, तत्र किञ्चित् उक्तवान् एव पूर्वम्। इदानीं यथा भवती उक्तवती तत् किञ्चित् स्पष्टं जातम्। इदानीं प्रतिबन्धकसमवधाने अस्ति तत् कार्य अभावः भवति, कार्य अभावः भवति, परन्तु सः कार्य अभावः प्रतिबन्धकेन जन्यः न, किन्तु प्रतिबन्धकप्रयुक्तः अस्ति, प्रतिबन्धकप्रयोज्य तत् वदामः। यद्यपि अभावः तु नित्या एव, अत्यन्त अभावः नित्या एव, तत्कारणात् तत् सः अभावः कार्य अभावः प्रतिबन्धकेन सह न जन्यः, परन्तु प्रतिबन्धकप्रयुक्तः अपि च प्रतिबन्धकप्रयोज्यः तत् वदामः। अग्रे महोदय, भगिनी क्षम्यताम्, अत्यन्त अभावः किमर्थम् इत्यमिति मया सम्यक् न अवगम्यते. अत्र अत्यन्त अभावः सर्वदा अस्ति, परन्तु तत्र स्वरूपसम्बन्धेन सर्वदा अस्ति. यद् इत्युक्ते घटः भूतले नास्ति इति अत्यन्त अभावः खलु, घटाभावः भूतले अस्ति इति. यदा घटः अस्ति भूतले तदापि घटाभावः अस्ति परन्तु स्वरूपसम्बन्धेन अस्ति इति वयं न तत् तस्य प्रतीतिः नास्ति इदानीं, परन्तु अत्यन्त अभावः तु अस्ति एव. सः नित्यः इति कृत्वा अस्ति एव इति महोदयः उक्तवान्, महोदयेन उक्तं तत्र कक्षायां. तत्र अभावस्य विषये अधिकं न एतावत्पर्यन्तम् अधीतवन्तः इति कृत्वा प्रायः तत्र सम्पूर्णस्पष्टता ममापि नास्ति. इत्युक्ते कथं तत्र घटः नास्ति, अस्ति चेत् घटः नास्ति इति कथम् अस्ति तत्र इति, परन्तु तादृशम् अस्ति. किमर्थं चेत् तत्र भूतले भूतले घटम् आनयन् भूतले घटे यदा अस्ति तदानीम् अत्यन्तभावः गच्छति इति तद् यदा वयं तत्र अत्यन्तभावः नष्टः इति वयम् उक्तवन्तः, तत्तु सम्यक् कथनं नास्ति इत्यपि महोदयेन उक्तं. वस्तुतः अत्यन्तभावः नित्यः इति कृत्वा तस्य नाशः न भवति एव, अत्यन्तभावः इदानीं न प्रतीयते इति एव वक्तव्यम्. यथा भूतले घटः नास्ति, भूतले कोऽपि घटम् आनयति अपि च भूतले स्थापयति चेत् इदानीम् अत्यन्तभावः नष्टः इति न, वस्तुतः अत्यन्तभावस्य प्रतीतिः नास्ति इति एव. ओ तादृशव्यवहारं किमर्थमिति न स्पष्टता अस्ति अधुना. अधुना नास्ति, सत्यम् इति स्वीकार्यमस्ति इदानीं, प्रायः अग्रे तस्य स्पष्टता जायत. अस्तु भगिनि, धन्यवादः. धन्यवादः भगिनि. अस्तु भगिनि, प्रतिबन्धको अपि तादृशकार्य अनुत्पादं प्रति न जनकः किन्तु प्रयोजकः इति उच्यते प्रतिबन्धकः यः अस्ति सः प्रतिबन्धकः कार्य अनुत्पादं प्रति जनकः न अस्ति, परन्तु तस्य प्रयोजकः इति वदामः. यद्यपि अभावः तु नित्यः, तत्कारणात् प्रतिबन्धकेन सह तः प्रयोजः अस्ति, प्रतिबन्धकेन प्रयोज्य तत् कार्य अभावः अस्ति, परन्तु प्रतिबन्धकजन्यः नास्ति. तादृशी चिन्तनम् अस्ति अत्र. धन्यवादः महोदय. तर्हि अत्र अस्माकं तत्र वाक्यमासीत् यदहम् आरम्भे उक्तवती, प्रतिबन्धकज्ञानं यदा भवति तदा अभावस्य प्रतीतिः जायते इति. तर्हि तत्र ज्ञानम् इति अस्ति खलु, तत्र तस्मिन् विषये कस्यापि किमपि चिन्तनम् अस्ति वा? तत्र लक्ष्मीभगिनी तस्मिन् वाक्यस्य विषये किं चिन्तयति इति किञ्चित् वक्तुं शक्नोति वा? इत्युक्ते प्रतिबन्धकस्य ज्ञानम् आवश्यकं वा इति प्रश्नः. पुस्तके वा सः तद्वाक्यं तु वस्तुतः सभ्यसाचिमहोदय वा अथवा निरञ्जन महोदय वा तत्र उक्तवान् आसीत् गतकक्षायां. गतकक्षा इत्युक्ते गतशनिवासरे न, तस्य पूर्वकक्षायां. पुनः वदति वा तद्वाक्यं? क्षम्यताम्. हा हा, निश्चयेन. प्रतिबन्धकज्ञानं यदा भवति तदा अभावस्य प्रतीतिः जायते, इत्युक्ते कार्याभावस्य प्रतीतिः. परन्तु भगिनि, यदा यदा विद्यमानस्य प्रतिबन्धकत्वम् अस्ति. तत्र तु प्रतीतिः जायते, कोऽपि जानाति अथवा न जानाति. हा हा, सत्यं महोदय, तदेव तत्र वक्तव्यमासीत्. तत्र विद्यमानसत् प्रतिबन्धकं ज्ञायमानसत् प्रतिबन्धकम् अथवा तत्र वैज्ञानिकप्रतिबन्धकत्वम् इति आसीत् खलु. तर्हि यत्र विद्यमानसत् प्रतिबन्धकता अस्ति तत्र तु तत्र अस्ति. भवान् एव वदतु किञ्चित् इतोपि. यथा विद्यमानस्य प्रतिबन्धकता अस्ति तत्र तु कोऽपि जानाति अथवा न जानाति, ज्ञानस्य अपेक्षा नास्ति. तत्र प्रतिबन्धकः अस्ति तत्र तस्य कार्य अनुत्पादः भवति तस्य तादृशी तत्र कोऽपि. परन्तु यथा महोदयेन अन्यत् उदाहरणं दीयते तत्र अनुमतिः अपि च यथा पर्वते वह्निः अस्ति साक्षात् कोऽपि पश्यति तत्र तस्मिन् अवस्थायाम् अनुमितिः तत्र ज्ञायमानस्य प्रतिबन्धकता भवति. सः प्रत्यक्षज्ञानं यथा वह्निः कोऽपि पश्यति प्रत्यक्षं पर्वते तत्र तु अनुमितिः प्रति तस्य प्रतिबन्धकता भवति वह्निः प्रत्यक्षम्. सत्यं, तस्मिन् विषये इतोपि किञ्चित् वक्तुं शक्नोति वा तत्र, येन सर्वेषामपि स्पष्टता जायेत. तथा किमपि नास्ति महोदय, भवान् सम्यक् एव उक्तवान्. अस्तु, तत्र सरला भगिनी भवती वक्तुं शक्नोति वा? सत्यं, यदि तत्र तर्हि तत्र अस्माकं प्रथम उदाहरणं तु ह्रदः छिद्रमिति आसीत् यत् वयं जानीमः एव. अपि च महोदयेन तत्र भिन्न उदाहरणं पर्वतो वह्निमान् इति स्वीकृत्य दत्तवान्. तर्हि सरला भगिनी वदतु. पर्वतो वह्निमान् यदि कोऽपि प्रत्यक्षं दृश्यति तस्य मनसि अनुमानं न आगच्छति, कारणं तस्य प्रत्यक्षं ज्ञानम् अस्ति पर्वतो वह्निमान् अस्ति. पर्वतो वह्निमान् प्रत्यक्षं ज्ञानं भवति अनुमानं प्रति प्रतिबन्धक. कथं? कारणं कि प्रत्यक्षम् अस्ति अनुमानं किम् अनुमानस्य कारणता न आगच्छति तत्र. तो अत्र पर्वत अनुमति इदानीं न ज्ञायते तत् अथवा अतः पर्वतो वह्निमान् अनुमानम् इति प्रति पर्वतवह्निमान् प्रत्यक्षं ज्ञानं प्रतिबन्धकः भवति. अनुमति अत्यन्ताभाव नित्यम् अस्ति, तस्य ज्ञानम् आगच्छति यदा प्रतिबन्धक प्रत्यक्षं प्रतिबन्धकस्य ज्ञानं भवति. तो कारणीभूताभाव इद आगच्छति. न न, एकक्षणम्. अनुमिति अत्यन्ताभावः नित्यः नित्यः. सो तस्य नित्यः, तस्य बोधं न ज्ञायते यदा बोधं कदा ज्ञायते यदा प्रत्यक्षं पर्वतो वह्निमान् प्रत्यक्षं ज्ञानम् आगच्छति तदा एव अनुमति ज्ञानस्य अभावः ज्ञायते. सत्यम्, अनुमितिज्ञानस्य अनुमितिज्ञानस्य अभावः. सो प्रत्यक्षज्ञानं भवति अनुमितिज्ञानं प्रति प्रतिबन्धकः. सो प्रत्यक्षज्ञानं अनुमतिज्ञानं प्रति कारणं अनुमतिज्ञानस्य प्रतिबन्धक कारणं नास्ति किन्तु प्रयोजकः अस्ति. सत्यं. सो अत्र भ्रमः अस्ति. अत्र आशयः कः अस्ति? अनुमति पर्वते तत्र कथं प्रयोज्य प्रयोजकभावः योजयामः इति आशयः वा? हा हा, एकक्षणं भगिनि, तत्र सरला भगिनी समाप्तवती. महोदय अपि अन्यशैली उक्त्वा बोधितवान्, अनुमति अभाव न साध्यं निश्चयजन्य अस्ति, अपि तु साध्य निश्चयप्रयोजक अस्ति. हा अस्तु, अत्र विषयः अस्ति पर्वतो वह्निमान् इति यद्वयं अनुमानप्रसङ्गे अस्माकं परिचितम् उदाहरणं खलु. तत्र पर्वतो वह्निमान् इति अनुमानं तदा जायते यदा तादृशप्रत्यज्ञानं नास्ति चेत्. इत्युक्ते पर्वते वह्निः अस्ति इति वयं प्रत्यक्षेन पश्यामः चेत्, प्रत्यक्षेन तस्य ज्ञानं भवति चेत् तदा अनुमितिज्ञानं न भवति खलु. इति कृत्वा प्रत्यक्षज्ञानं यदस्ति तद् अनुमितिज्ञानं प्रति प्रतिबन्धकः अस्ति वस्तुतः. तर्हि इदानीं प्रत्यक्ष पर्वतो वह्निमान् इति प्रत्यक्षनिश्चयः भवति चेत् तत्र अनुमितिः न जायते. इति कृत्वा वह्निप्रत्यक्षम् अनुमितिं प्रति प्रतिबन्धकं भवति. तर्हि इदानीं तत्र कारणीभूत अभावः इति तत्र प्रतिबन्धक अभावः इत्युक्ते प्रत्यक्षज्ञान अभावः अस्ति चेदेव अनुमितिज्ञानं जायते. इति कृत्वा अनुमिति इति यज्ज्ञानं भवति तद् यथा सरला भगिन्या उक्तं तत्र साध्यनिश्चयजन्यः जन्यः नास्ति परन्तु साध्यनिश्चयप्रयोजकः एव. इत्युक्ते तत्र प्रत्यक्षज्ञानं ज्ञानाभावेन तत् प्रयुक्तः अस्ति, न तु प्रत्यक्ष अभावज्ञानेन जन्यः. साध्यसत्वात् अनुमिति प्रतिबन्धक प्रतीति ज्ञायते साध्यसत्वात्. साध्यसत्वात् वह्नी अस्ति, वह्नी प्रत्यक्षम् अस्ति, तस्य विद्यमानत्वं प्रतिबन्धकस्य अनुमति अस्ति भवति प्रतिबन्धक अनुमतिज्ञानं तस्य प्रतीतिः भवति. न न, प्रत्यक्षज्ञानं प्रतिबन्धकम् अस्ति खलु तत्र वह्नि अस्ति पर्वते इति कृत्वा तत्र इदानीं प्रत्यक्षज्ञानम् अस्ति चेत् अनुमितिज्ञानं न भवति. इत्युक्ते अनुमितिज्ञान अभावः, क्षम्यताम्, अनुमानज्ञान अभावः अथवा अनुमितेः अत्यन्त अभावः अस्ति अत्र. लक्ष्मी भगिनी इदानीं स्पष्टं वा? इत्युक्ते किञ्चित् इत्युक्ते अनुमति इति अनुमति यदा प्रत्यक्षज्ञानं भवति तदा अनुमति अनुमितेः ज्ञानं न भवति इति उक्तं. प्रत्यक्ष यदि प्रत्यक्षज्ञानमस्ति चेत् अनुमितेः ज्ञानम् आवश्यकं नास्ति खलु? इत्युक्ते पूर्वं भूमं दृष्ट्वा पर्वत् पर्वतो वह्निमान् इति अनुमितेः अभवत्, किन्तु अधुना साक्षात् वह्नि एव यदि प्रत्यक्षात् वह्नि एव तत्र पर्वते पश्यामः तदानीम् अनुमितेः आवश्यकम् एव न भवति इति मनसि आगच्छति आयाति. न, सत्यम्, अनुमितेः आवश्यकता नास्ति, अपि च अनुमितिः न भवति अपि खलु. इत्युक्ते यत्र अनुमितेः आवश्यकता नास्ति तत्रापि अनुमितिज्ञानं भवेत्. इत्युक्ते यदा दूरे अस्ति पर्वतः, तत्र धूमः अस्ति चेत् तत्र वह्निः अस्ति वा न वा इति ज्ञानस्य प्रायः आवश्यकता अस्माकं कृते तादृशज्ञानं न आवश्यकं खलु. परन्तु यदा धूमं पश्यामः तत्र वह्निः भवेत् इति अनुमानं झटिति मनसि अथवा आत्मनि भवति एव, तादृशज्ञानम् उत्पन्नमेव. परन्तु तत्र पर्वते साक्षात् वह्निः एव अस्ति, तत्र वह्निं पश्यामः, तर्हि तदा तादृश अनुमानम् आत्मनि न भवति खलु. तत्र यतोहि तत्र प्रत्यक्षेनेन तादृशज्ञानम् उत्पन्नम् इति कृत्वा अनुमानेन तादृशज्ञानं न उद्भवति. तदेव अत्र विषयः, हा तदेव अत्र विषयः इत्युक्ते तत्र यत्र प्रत्यक्षेन ज्ञानं भवति तत्र अनुमानेन ज्ञानं न भवति इति कृत्वा प्रत्यक्षज्ञानम् अनुमानेन यद् ज्ञानं भवति इत्युक्ते अनुमितेः प्रति प्रतिबन्धकम् अस्ति. अस्तु, मम कथनस्य आशयः आसीत् यदि यदि अस्मिन् उदाहरणे अन्य प्रतिबन्धक प्रयोज्यप्रयोजकभावस्य प्रयोज्यप्रयोजकभावस्य उदाहरणं प्रति किञ्चित् किं वदामः आर्टिफिशियल् अस्ति इति भाति, किन्तु तत् मम मतः एव. अन्य उदाहरणानि यानि अत्र दत्तानि ते तादृश न भाति, अतः एव एतत्. हा अस्तु भगिनि, तत्र भवतु तर्हि. अस्तु तर्हि प्रश्नः नास्ति चेत् अग्रे सरेम वा. भगिनि एक अन्यत् उदाहरणं चिन्तयामि, तत् भवती वदतु तत् सम्यक् अस्ति वा न. यदा कोऽपि तत् कोऽपि पाठशाला अस्ति तत्र तत्र कोलाहलः अस्ति, तत् अनुमति जायते, तत्र बालकाः छात्राः बालकाः प्रायशः सन्ति तत्र यथा कोलाहलः अस्ति तत्र पाठशालायां. परन्तु यदि तत्र पाठशालां गत्वा तत्र साक्षात् छात्रान् पश्यति कोऽपि, तत्र तु अनुमतिः तत् अनुमतिः न जायते, परन्तु प्रत्यक्षं पश्यति यत् कोऽपि तत्र गच्छति प्रत्यक्षं पश्यति तत्र बालकाः सन्ति तत्र पाठशालायां. हा सम्यक् महोदय, तदेव इत्युक्ते यत्र कुत्रापि तत्र अनुमिति यत्र भवति अनुमितिः, तत्र तत्र प्रत्यक्षज्ञानं भवति चेत् अनुमितिः इत्यस्य अभावः भवति इति एव अत्र विषयः. सत्यं लक्ष्मी भगिनी, एतद् उदाहरणं तावत् आर्टिफिशियल् नास्ति इति चिन्तयति वा? अस्तु अस्तु, तर्हि धन्यवादः महोदय, अग्रे गच्छामः. तर्हि लक्ष्मी भगिनी भवती एव पठति वा तत्र व्यतिरेकसहचारः अस्माभिः इति, तत् तृतीयम् उदाहरणम् अस्ति, तदपि किञ्चित् दृष्ट्वा अग्रे सरेम. अस्तु, व्यतिरेकसहचारः अस्माभिः निरूपितः, तत्रापि यदभावे यदभावः इति अस्ति स्थितिः, यदभावे यदभावः इति अस्ति स्थितिः. प्रथम यत् पदेन कारणं ग्राह्यं, द्वितीयेन कार्यं, तथा च कारणाभावे कार्यभावः इति फलति, दण्डादीनाम् अभावे घटाभावः आनुभाविक इति एव. परन्तु न सः दण्डाभावजन्यः नित्यत्वात् इति सः दण्डाभावप्रयुक्तः इति उच्यते, दण्डाभावश्च प्रयोजकः. अस्तु, अत्र अस्मिन् परिच्छेदे प्रयोज्यप्रयोजकभावस्य तृतीय उदाहरणमस्ति. व्यतिरेकसहचार इत्युक्ते यत्र यत्र कारणमस्ति तत्र कार्यमपि अस्ति, नो चेत् यत्र कारणं नास्ति चेत् कार्यम् अपि नास्ति इति. ओ, अन्वयसहचारः कार्यमस्ति कारणमस्ति, व्यतिरेकसहचारे यत्र कारणं नास्ति तत्र कार्यमपि नास्ति इति. यत् अभावे यद् अभावः इति अस्ति स्थितिः. अस्तु, तत्र प्रथमपदेन प्रथमयत्पदेन कारणं ग्राह्यं, द्वितीयेन कार्यम्. अस्तु, अत्र उदाहरणम् अत्र यत् अस्ति, घट उत्पादनार्थं दण्डः आवश्यकं. यदि दण्डः नास्ति चेत् घट उत्पादनं न भवति, घट उत्पादनं न भवति. परन्तु न सः दण्डाभावजन्यः, दण्डाभावः जन्यः, न सः दण्डाभावजन्यः नित्यत्वात् इति सः दण्डाभावप्रयुक्तः इति उच्यते. अत्र दण्डाभावः घटः घटस्य निर्माणं दण्डेन, घटस्य निर्माणं दण्डेन न भवति, किन्तु दण्डस्य आवश्यकता भवति. दण्डाभावजन्यः. क्षम्यतां भगिनी, तत्र घटस्य निर्माणं दण्डेन न भवति इति वक्तुं न शक्नुमः खलु, यतोहि घटं प्रति दण्डः अपि एकं कारणं. तत्र पूर्वस्मिन् वाक्ये पश्यतु, तत्र दण्डादीनाम् अभावे घटाभावः आनुभविक एव. इत्युक्ते किम्? यदि दण्डस्य यदि दण्डाभावः न अस्ति चेत् घटस्य घटनिर्माणं न भवति. दण्डाभावे घटः अभावः. सत्यं, दण्डाभावे घटाभावः इति खलु. तर्हि परन्तु इदानीं परन्तु न सः, तत्र सः इत्युक्ते किं? सः इत्युक्ते घटः दण्डाभावजन्यः. न न न न न, सः इत्युक्ते घटः नास्ति, अनुभविकः. न, तत्र सः इत्युक्ते घटाभावः. तत्र घटाभावः, अस्तु अस्तु, घटाभावः, घटाभावः दण्डाभावजन्यः. ओ, सः अस्य घटाभावः दण्डाभावजन्यः न इति वा? घटाभावः दण्डाभावेन न जन्यः. किमर्थं चेत् अग्रिमवाक्यं वदति नित्यत्वात् इति. सः घटाभावः नित्यत्वात् सः दण्डाभावप्रयुक्तः इति उच्यते. अत्रापि घटाभावः इति अभावः तु अत्यन्त अभावः एव खलु. इदानीं घटाभावः दण्डाभावः अस्ति चेत् घटाभावः अपि अस्ति. तर्हि घटाभावः इति यः अत्यन्त अभावः अस्ति, सः तु नित्यः इति कृत्वा दण्डाभावः कारणम् इति वक्तुं न शक्नुमः, यतोहि दण्डाभावजन्यः नास्ति घटाभावः. अस्तु, अत्र घटस्य अत्यन्त अभावः दण्डाभावजन्यः नास्ति. हा, परन्तु दण्डाभावः घटस्य प्राग्भावः, घटस्य प्राग्भावः यत् अस्ति, यत् अनन्तरं नष्टं भवति, तस्य कारणं तु दण्डः अपि वक्तुं शक्यते खलु. अतः एव मम अभावस्य द्वैविध्यम् अस्ति, प्राग् अभावः अपि च अत्यन्तभावः. अत्र वाक्ये वस्तुतः अभावः चतुर्विधः खलु, प्रागभावः, प्रध्वंसभावः, अत्यन्तभावः, अन्योन्यभावः इति. अत्यन्त अभावस्य वार्ता एव इति कृत्वा तत्र अत्यन्त अभावः अपि च अन्योन्य अभावः द्वयमपि तत्र नित्यः इति कृत्वा तत्र अत्यन्त अभावः यः घटस्य अत्यन्त अभावः अस्ति तद् नित्यः इति कृत्वा तद् दण्डाभावेन जन्यः इति नास्ति, परन्तु दण्डाभावेन प्रयुक्तः एव इति. दण्डाभावः प्रयोजकः अस्ति, घटाभावः तु प्रयुज्यः अस्ति अथवा प्रयुक्तः अस्ति. अस्तु, अत्र किमर्थम् अत्यन्तभावः इति स्पष्टतया न दत्तं वाक्ये? अत्र अत्र प्रसङ्गवशात् अत्यन्तभावः इति स्वीक्रियते. यतोहि घटनिर्माण अवसरे प्राक्भावः एव मनसि आगच्छति खलु, अपि च दण्डभावः दण्डाभावे सति घटाभावः इति वाक्यात् अनन्तरं घटस्य निर्माणम् अधुना भवितव्यं किन्तु न भवति एके किमर्थं चेत् तत्र दण्डाभावः अस्ति अतः तत्र चक्रभ्रमणादिकार्यं न भवति इति तादृशचिन्तनं भवति. अतः दण्डस्य अत्यन्त अभावः इति एव अस्ति वस्तुतः. तर्हि तत्र इदानीं दण्डः नास्ति, अत्र घटः अपि नास्ति इति कृत्वा दण्डस्य अत्यन्त अभावः यदस्ति तत् घटस्य अत्यन्त अभावं प्रति कारणं नास्ति, परन्तु प्रयोजकः एव इति. अस्तु, अपि च भगिनि प्राग्भावः तु नित्यः नास्ति. यावत् तत् सामग्र्या तत्र सन्ति तत् कार्यं तु कार्यं तु भवति एव. तत् कारणात् तत् प्राग्भावः तु नित्यः नास्ति. सत्यं, तत्र नित्यत्वात् इति अस्ति खलु, तेन अपि वयं ज्ञातुं शक्नुमः. यतोहि प्राग्भावः अस्ति चेत् प्राग्भावः नश्यति इति कृत्वा तत्र प्राग्भावः अपि नास्ति. नित्यत्वात् इति सः तत्र घटाभावः नित्यत्वात् सः दण्डाभावप्रयुक्तः इति उच्यते. अस्तु, दण्डाभावस्य प्रयोजकः. अस्तु, आम्. अपि च अत्र एतदपि वक्तव्यं यत् तत्र नित्ययोः प्रयोज्यप्रयोजकभावः अस्ति इति. इत्युक्ते दण्डाभावः अपि नित्यं नित्यः, घटाभावः अपि नित्यः इति कृत्वा तयोः मध्ये कारणकार्यभावः नास्ति, परन्तु प्रयोज्यप्रयोजकभावः एव. परन्तु तत्र सर्वत्र तादृशनित्ययोः प्रयोज्यप्रयोजकभावः इति न भवति. इत्युक्ते तत्र तत्र तन्त्वभावः अस्ति चेत् तत्तु घटाभावं प्रति प्रयोजकः न भवति खलु. तयोः अभावस्य प्रतियोगी यदस्ति तयोः मध्ये कार्यकारणभावः अस्ति चेत् अभावयोः मध्ये प्रयोजकभावः भवति. इत्युक्ते घटयोः मध्ये कारणकार्यभावः अस्ति इति कृत्वा तत्र दण्डाभावः घटाभावः द्वयोः मध्ये प्रयोज्यप्रयोजकभावः अस्ति. अस्तु, तर्हि इति तत्र इदानीं तत्र प्रयोजकः इत्यस्य विषये, इत्युक्ते प्रयोजकस्य प्रयोज्यप्रयोजकभावचिन्तनम् इदानीम् अभवत्. अपि च प्रयोजकः इति पदार्थः वस्तुतः तत्र त्रिषु स्थलेषु तस्य उपयोगं भवति तत्र न्यायशास्त्रे. एकं तु तत्र प्रयोजकम् इति तस्य अर्थः अस्ति यत्र कारणकार्ययोः अवच्छेदकं भवति, तत्र दण्डत्वं घटत्वं पटत्वम् इति यद्वदामः तत्तु प्रयोजकं भवति. इत्युक्ते येन अवच्छिद्यते तत् प्रयोजकम् इति एकं. द्वितीयं यद्वयम् इदानीं दृष्टवन्तः प्रयोजकः इति, तत्र यत्र कारणं नास्ति परन्तु तेन प्रतीयते इति कृत्वा तत्र प्रयोजकम् अथवा प्रयोजकः इति. तृतीयः कः इति इदानीं पश्येम. सन्ध्या भगिनी, भवती पठति वा? तत्पूर्वम् अन्य कोऽपि आगतवान् वा? तत्र 410 नम्बर् एकमस्ति. हरि ओम्। अस्तु पठतु भगिनि। कारणस्य अपि यत् कारणं का तस्य संज्ञा अस्ति, अपरः प्रयोजकपदार्थः शास्त्रे तमपि प्रसङ्गात् निरूपयामः। अयं च प्रयोजकः जनकजनकः, यथा घटजनकः कुलालः, तज्जनकः कुलालपिता, सः घटजनकजनकः इति सः घटप्रयोजकः। तत्र कुलालपितरि घटकारणम् इति व्यवहारः लोके नास्ति। एवमेव दण्डावयवानां कपालावयवानां च घटं प्रति प्रयोजकत्वम् अवगन्तव्यम्। अयमेव च मुक्तावल्यादिग्रन्थेषु चतुर्थान्यथा सिद्ध इति परिगणितः विशेषेण तत एव अवगन्तव्यः इत्यलं कारणत्वानुप्रसक्तेन। तर्हि अत्र तृतीयस्थले यत्र प्रयोजकः इति वदामः, तत्र यस्य कस्यचित् कारणम् अस्ति, तस्य कारणं यदि किमपि अस्ति, तत्र कारणस्य कारणं यत्र अस्ति तत्र प्रयोजकः इति तत्र व्यवहारः अस्ति। तत्र उदाहरणमस्ति, तत्र घटस्य जनकः घटस्य कारणं, तत्र कुलालः घटस्य जनकः कुलालः, तस्य कुलालस्य जनकः अस्ति कुलालपिता, परन्तु कुलालपितरि तत्र कारणत्वं नास्ति घटं प्रति, सः घटजनकजनकः अस्ति इति कृत्वा सः घटं प्रति कारणम् इति न, परन्तु घटप्रयोजकः इति वदामः। तादृशमेव द्वितीयम् उदाहरणं, तत्र दण्डः यद्यपि तत्र कारणमस्ति घटं प्रति, कपालः यथा कारणमस्ति तत्र घटं प्रति, तथापि दण्डस्य अवयवाः वा कपालस्य अवयवाः ते तु केवलं दण्डं प्रति कारणं न तु वा कपालं प्रति कारणं न तु घटं प्रति इति कृत्वा दण्डस्य अवयवाः वा कपालस्य अवयवाः अपि घटप्रयोजकाः भवन्ति न तु घटकारणानि इति। तस्य अन्यथा सिद्धम् इति यः विषयः अस्ति, तेषु चतुर्थविध अन्यथा सिद्धः एषः घटप्रयोजकः घटकुलालः इति तत्र विषयः अस्ति। अस्तु, इति तत्र इदानीं तृतीय प्रयोजकस्य तृतीय अर्थः खलु, अथवा तृतीयप्रयोगः न्यायशास्त्रे जनकजनकः इति, यत्र यथा भगिन्या उक्तं, तत्र घटस्य जनकः अस्ति कुलालः, तस्य जनकः कुलालस्य पिता इति चेत्, इदानीं तत्र कुलालस्य पिता घटं प्रति प्रयोजकः न तु कारणम् इति इति तत्रैव अन्यथा सिद्धा इति वयं पूर्वमपि एतस्य विषये किञ्चित् चर्चितवन्तः इति न, परन्तु दृष्टवन्तः अन्यथा सिद्धा इति। तर्हि तस्मिन् विषये एव महोदयेन करपत्रं रचितं, तदेव इदानीं पठेम। तर्हि रामप्रिया भगिनी अपि महोदय उक्तवान् प्रतिबन्ध एकक्षणं भगिनी, क्षम्यतां लक्ष्मी भगिनी, प्रश्नः आसीत् वा? सर्वत्र यत्र कारणस्य जनकः प्रयोजकः इति व्यवहारं भवति खलु? सत्यं, जनकजनकः इति प्रयोजकः, सत्यम्। यत्किमपि कार्यं भवतु तादृशम् आगच्छति। सत्यम् इत्युक्ते यत्र जनकजनकः व्यापार जनकः व्यापारः नास्ति खलु, तत्र तु जनकजनकः अपि कारणं भवति, अन्यत्र सर्वत्र जनकजनकः इति प्रयोजकः भवति। अस्तु, अत्र वाक्यमस्ति एवमेव दण्डावयवानां कपालावयवानां च अवयवानां च घटं प्रति प्रयोजकत्वं घटं प्रति प्रयोजकत्वम् अवगन्तव्यम् इति। तत्र कपालावयवानाम् अनन्तरं कपालिका इति, तत् तादृशरीत्या वयं परमाणुं प्रति गन्तुं शक्यते खलु इति एव चिन्तयामि भगिनि. तदेव तत्र कक्षायामपि प्रश्नः आगतः तत्र, इत्युक्ते तत्र कुलालस्य पितामही इत्यपि प्रयोजकः वा इति, यथा परम्परया अपि तत्र भवति वा इति. प्रायः तथा स्वीकर्तुं शक्नुमः इति चिन्तयामि. नो चेत् तत्र एतदपि वक्तुं शक्नुमः खलु, इत्युक्ते कुलालस्य, कुलालः इति कार्यं चेत् तस्य कारणम् अथवा जनकः अस्ति कुलालस्य पिता. कुलालस्य पितामही तत्र प्रायः अन्यथा सिद्धा अस्ति खलु, न तु कारणम् इति कृत्वा तथापि स्वीकर्तुं शक्नुमः इति चिन्तयामि. यदा कपालिका अस्ति चेत् कपालिकायाः कारणमस्ति लघुकपालिका, तर्हि कपालस्य कारणं कपालिका, परन्तु कपालस्य प्रयोजकः अन्यथा सिद्धत्वेन अस्ति लघुकपालिका इति अपि वक्तुं शक्नुमः इति अपि परम्परा. तत्र तु अव्यथासिद्धि इति सम्यक्तन, तत्र तु अवयविनः इति तादृशमस्ति, तत्र तु समवायसम्बन्धः इति अस्ति खलु. परन्तु न घटकपालयोः समवायसम्बन्धः अस्ति, परन्तु घटकपालिकयोः समवायसम्बन्धः नास्ति. आमां सत्यं, तत्र किमपि परस्परसम्बन्धः. सत्यं सत्यम् अस्ति. क्षम्यतां सरला भगिनी, किमपि उक्तवती आसं खलु. प्रतिबन्धकस्य लक्षणवाक्यं द्वयं महोदय उक्तवान्, कारणीभूताभावप्रतियोगित्वं, प्रतिबन्धकत्वम् अपि कार्यानुत्पत्तिप्रयोजकत्वम् इति प्रतिबन्धकत्वं. हा सत्यं, तत्तु पूर्वस्मिन् कक्षायां द्रोणमहोदयेन उक्तं वस्तुतः. तत्र यथा वयं प्रतिबन्धकस्य विषये पूर्वं दृष्टवन्तः, तत्र कारणीभूत अभावप्रतियोगित्वम् इति पूर्वं वयं दृष्टवन्तः. द्वितीयम् आसीत् तत्र कार्यानुत्पत्तिप्रयोजकत्वम् इति अपि तत्र प्रतिबन्धकस्य लक्षणवाक्यं वक्तुं शक्नुमः इति. तत्र यदा कारणीभूत कारणस्य प्रसङ्गः अस्ति, तत्र प्रतियोगी इति अनेन तस्य निरूपणं भवति, परन्तु यत्र कार्यस्य विषये अस्ति तत्र तु प्रयोजकत्वम् इत्यनेन तस्य निरूपणं भवति इति. यद्वयं पूर्वं चर्चितवन्तः एव, तत्र शास्त्रीयरीत्या तत्र लक्षणवाक्यम् अस्ति तावदेव, कार्यानुत्पत्ति प्रयोजकत्वम् इति. अस्तु, तर्हि करपत्रं प्रति गच्छेम. तत्र रामप्रिया भगिनी आरम्भं करोति वा? आम् भगिनि. अन्यथासिद्धनिरूपणं, कारणं नाम किम् इति आरम्भे एव अस्माभिः दृष्टं. किञ्चन कस्यचित् कारणम् इति निर्धारयितुं प्रथमं तेन कार्याधिकरणे स्थातव्यं, द्वितीयं तेन कार्याधिकरणे सर्वदा स्थातव्यं, तृतीयं तेन कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यं. विद्याधरी पृष्ठसङ्ख्या 30. तत्र वयम् अन्यथासिद्धनिरूपणम् इति शीर्षकमस्ति. तत्र कारणं किम् इति वयं पूर्वमपि दृष्टवन्तः, तस्मिन् विषये एव अस्ति, निकषत्रयम् इति दृष्टवन्तः. कारणं कार्याधिकरणे स्थातव्यम् इति पूर्व सर्वदा द्वितीयमासीत् कार्यं कार्याधिकरणे सर्वदा स्थातव्यम् इति, कार्योत्पत्ति पूर्वक्षणे स्थातव्यम् इति तृतीयम् आसीत् अस्ति. अस्तु, राजेन्द्रमहोदय भवान् अग्रे पठति वा? आं भगिनि. अनन्तरं किन्तु अवलोकितं यत् वस्तुस्तु तत् पर्याप्तं नास्ति, यतोहि कदाचित् पूर्वक्षणे अस्ति चेदपि कारणं न भवति, यथा घटकार्य अधिकरणे उपस्थिता पिप्लिका, अथवा सदा पूर्वक्षणे सत्यपि न कारणं, यथा घटं प्रति दण्डत्वम्. एतदर्थं कारणस्य सम्पूर्णलक्षणवाक्यम् एतादृशम्। अन्यथा सिद्धिशून्यत्वे अस्ति कार्यनियत पूर्ववृत्तित्वं कारणतम्। यत् अस्माभिः पूर्वम् अवलोकितं तत्र कदाचित् पूर्वक्षणे तत्र अन्य वस्तूनि भवन्तु तत्र, परन्तु ते कार्यस्य प्रति कारणं न भवति। यथा तत् पिप्लिका भवतु, तत्र पिप्लिका तु घटकार्यस्य प्रति कारणं न भवति। अपि च यथा दण्डत्वं दण्डे दण्डत्वम् अस्ति, तदपि सः दण्डत्वम् अपि तस्य यः दण्डस्य धर्मः अस्ति सः दण्डत्वं तत्र कार्यस्य प्रति कारणं न भवति। अपि च तत् अधिकृत्य तत् कारणस्य सम्पूर्णलक्षणवाक्यम् एतादृशं भवतु। अन्यथा सिद्धिशून्यत्वे सति कार्यनियतपूर्ववृत्तित्वं कारणत्वं, तत् यथा अन्यथा सिद्धिशून्यत्वे सति, अन्यथा सिद्धे ये कारणानि भवितुम् अर्हन्ति तत् तेषां सत्त्वे अपि कार्यनियतपूर्ववृत्तित्वं। न न एकक्षणं न महोदय, तथा नास्ति खलु, तत्र कारणमिति न, अन्यथा सिद्धिशून्यत्वे इत्युक्ते यत्र अन्यथा सिद्धत्वं नास्ति अपि च कार्यनियतपूर्ववृत्तित्वम् इत्युक्ते, कार्यनियतपूर्ववृत्तित्वम् इत्युक्ते तत्र निकषत्रयं यद्वयम् इदानीं पठितवन्तः खलु, तत्र कार्याधिकरणे भवेत्, अधिकरणे सर्वदा भवेत्, कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे भवेत् इति तत्र कार्यनियतपूर्ववृत्तित्वं। केवलं तत् पर्याप्तं नास्ति, तत्र अन्यथा सिद्धशून्यत्वमपि भवेत् इत्युक्ते, इदानीं पिपीलिकायाः उदाहरणं खलु, पिपीलिका यद्यपि कार्याधिकरणे अस्ति, कार्याधिकरणे सर्वदा अस्ति चेदपि, इत्युक्ते साधारणतया तथा नास्ति परन्तु इति स्वीकुर्मः चेदपि, अपि च कार्याधिकरणे इत्युक्ते कपाले पूर्वक्षणे अपि अस्ति चेदपि, पिपीलिका इति अन्यथा सिद्धा इति कृत्वा तत् कारणं न भवति। अस्तु अस्तु अग्रे सन्ध्या भगिनी, तत्तु पिपीलिका अन्यथा सिद्धिः अपि नास्ति न भवति न, अन्यथा सिद्धिः इति वक्तुं शक्नुमः खलु, यतोहि तत्र वस्तुतः अन्यथा सिद्धिः इति वक्तुं न शक्नुमः इत्युक्ते, तत् वस्तुतः तत्तु पिपीलिका तु कार्यनियतपूर्ववृत्तित्वमपि पिपीलिकायां नास्ति वस्तुतः, प्रायः दण्डत्वम् इति स्वीकुर्मः चेत् इतोपि सम्यक् उदाहरणं भवेत्, यतोहि दण्डत्वं तु कार्यनियतौ पूर्ववृत्तित्वम् अस्ति दण्डत्वे, यतोहि दण्डः अस्ति इति कृत्वा तत्र सर्वदा कार्याधिकरणे अस्ति, कार्याधिकरणे सर्वदा अस्ति अपि च कार्योत्पत्तिपूर्वक्षणे अपि अस्ति, परन्तु दण्डत्वम् इति अन्यथा सिद्धम् इति कृत्वा तत्तु कारणं न भवति। मम अवगमन् आसीत् यदि अन्यथा सिद्धिकारणत्वं साक्षात् कार्यं प्रति कारणं नास्ति, तस्य अभावः अस्ति, तथैव अपि तदापि अन्यथा सिद्धि कारणत्वं प्रति करणीयम्। पुनः वदतु भगिनि, अहं न सम्यक्तया अवगतवती, अन्यथा सिद्धिकारणत्वं प्रति इत्युक्ते किम्? दण्डत्वं यथा दण्डत्वं घट उत्पादनं प्रति साक्षात् कारणं नास्ति, किन्तु तस्य कारणत्व शून्यत्वे अपि अन्यथा सिद्धिकारणत्वं स्वीकरणं न तथा नास्ति खलु, तत्र कारणत्वशून्यम् इति नास्ति, तत्र वस्तुतः कारणमिति कथं वदामः, तत्र यदा अस्माकम् एतावत्पर्यन्तं यद् दृष्टवन्तः इत्युक्ते, यत् कार्याधिकरणे अस्ति, कार्याधिकरणे सर्वदा अस्ति, कार्योत्पत्तेः पूर्वक्षरमस्ति इति निकषत्रयं यत् पूरयति तत् कारणं भवति इति कृत्वा इदानीं दण्डत्वम् अपि तथा अस्ति खलु. दण्डत्वं तु दण्डे अस्ति एव सर्वदा. दण्डः तु कारणम् इति कृत्वा कार्याधिकरणे दण्डः सर्वदा अस्ति इति कृत्वा दण्डत्वमपि अस्ति. दण्डत्वं सर्वदा अस्ति अपि च पूर्वक्षणे घटनिर्माणस्य पूर्वक्षणे अपि अस्ति. परन्तु दण्डत्वम् इति कारणं नास्ति यतोहि दण्डत्वे अन्यथासिद्धत्वम् अस्ति इति कृत्वा अन्यथासिद्धशून्यत्वे इत्युक्ते दण्डत्वं तेन एव कारणं न भवति यतोहि अन्यथासिद्धिशून्यत्वं दण्डत्वे नास्ति दण्डे एव अस्ति. अस्तु अस्तु अत्र कारणस्य ये त्रयः निकषाः इति सर्वं तत् केवलं समवायिकारणस्य इति नास्ति वा? न इत्युक्ते अत्र तु लिखितं नास्ति तत्र, परन्तु तत्र कारणत्वस्य लक्षणवाक्यमेव अस्ति खलु भगिनि, कार्यनियतपूर्ववृत्तित्वं कारणत्वम् इति. तत्र समवायिकारणत्वम् इति नास्ति खलु. कार्यनियतपूर्ववृत्तित्वम् इत्युक्ते तत्र निकषत्रयम् अपि च दण्डे न समवायिसम्बन्धेन अस्ति महोदय, समवायिकारणे इति न. क्षम्यतां, समवायिसम्बन्धेन अस्ति. तत्तु भिन्नं खलु, समवायिकारणम् इति भिन्नम्. अपि च भगिनी तत्र दण्डः अपि कारणं खलु, दण्डः अपि तत्र निकषत्रयं पूरयति, परन्तु दण्डः तु निमित्तकारणं न तु समवायिकारणं. परम्परासम्बन्धेन न, परन्तु कार्याधिकरणे सर्वदा स्थातव्यम् इति दण्डस्य तथा न भवति किल? न अस्ति खलु. तद्वयं यथा व्यापारविषये दृष्टवन्तः तत्र परम्परासम्बन्धेन, यथा सरला भगिनी उक्तवती तत्र परम्परासम्बन्धेन दण्डः सर्वदा अस्ति. यद्यपि दण्डः नष्टः जातः तथापि परम्परासम्बन्धेन तत्र दण्डः कपाले भवति इति वयं उक्तवन्तः पूर्वम्. तत्र पृष्ठसङ्ख्या अस्ति, अनन्तरं दृष्ट्वा वदामि. चक्रब्रह्मर सत्यम् अस्तु. स्वजन्यव्यापारवत्तासम्बन्धः इति अस्ति, तेन सम्बन्धेन तत्र यद्यपि दण्डः इदानीं नष्टः चेदपि तदस्ति इति वयं स्वीकृतवन्तः. अस्तु भगिनि, भवती एव अग्रे पठति वा? एतद्वा तत्र पूर्वम् अस्माभिः चर्चितं तद् वा तत्र श्लोकः द्वयमपि. पूर्वम् अस्माभिः चर्चितम् अस्य कार्यलक्षणवाक्यस्य प्रसङ्गे, किञ्च तस्मिन् समये स्थूलरीत्या अन्यथासिद्धत्वं नाम किम् इत्युक्तम्. अस्मिन् अवसरे सम्पूर्णरीत्या वक्तव्यं, यतोहि मध्ये अध्यायं विचारः आयाति. प्रतिवारं स्थूलरीत्या अन्यथासिद्धत्वम् एवम् इदमित्थम् इति वक्तुं नार्हः इति अलं वदनेन. तर्हि अस्य निवारणार्थं सम्प्रति अन्यथासिद्धत्वस्य सम्पूर्णविवरणं दीयते. तर्हि तदेव पूर्वम् एवमेव स्थूलरीत्या दृष्टम् अन्यथासिद्धत्वम् इति, परन्तु इदानीं विवृतरूपेण पश्येम इत्येव विषयः. येन सह पूर्वभावः कारणमादाय वा यस्य, अन्यं प्रति पूर्वभावे ज्ञाते यत् पूर्वभावविज्ञानं, जनकं प्रति पूर्ववृत्तिताम् अपरिज्ञाय न यस्य गृह्यते अतिरिक्तमथापि यद्भवेद् नियतावश्यकपूर्वभाविनः, एते पञ्चान्यथा सिद्धा दण्डत्वादिकमादिमम्, घटादौ दण्डरूपादि द्वितीयमपि दर्शितं, तृतीयं तु भवेद्व्योमकुलालजनकौ परः पञ्चमो रासभादिः स्यादेतेष्वावश्यकौ आवश्यकत्वसौ. इति न्यायसिद्धान्तमुक्तावलीतः उद्धृताः एते श्लोकाः. तर्हि तस्य विवरणम् अग्रे आयाति किल, तर्हि किमपि वक्तव्यं वा एतस्य विषये? तत्र पञ्च अन्यतासिद्धः कः इति वक्तुं शक्नोति चेत् सम्यक्, नो चेत् अग्रे वयं पश्येम. तत्र येन सह पूर्वभावः इति प्रथमम्, अनन्तरं कारणमादाय वा यस्य, कारणमादाय यस्य इति द्वितीयं. तत्र अन्यं प्रति पूर्वभावे ज्ञाते यत् पूर्वभावविज्ञानम् इति तृतीयम्. अनन्तरं तत्र अतिरिक्तं जनकं प्रति पूर्ववृत्तितां, तच्चतुर्थं वा? तच्चतुर्थं. जनकं प्रति पूर्ववृत्तिताम् अपरिज्ञाय न यस्य गृह्यते इत्युक्ते तद् वाक्यद्वयमपि चतुर्थम् अनन्तरं पञ्चमम् अतिरिक्तम् अथापि यद् भवेत् नियतावश्यकपूर्वभाविनः इति तत् पञ्च अन्यथा सिद्धाः. अग्रे तु उदाहरणानि दीयन्ते प्रत्येकस्य श्लोकेषु. तत्र अग्रिमश्लोकद्वये तत्र दण्डत्वादिकम् आदिमम् इति प्रथमस्य इत्यादिकं तत्र उदाहरणानि सन्ति. तदपि किञ्चित् वदतु भगिनि. तर्हि दण्डत्वादिकम् आदिमम् इत्युक्ते येन सह पूर्वभावः इति यः प्रथम अन्यथा सिद्धिः इति अस्ति तस्य दण्डत्वम् इति उदाहरणम्. द्वितीयं कारणम् आदाय यस्य इति अस्ति, तस्य उदाहरणमस्ति घटादौ यथा दण्डरूपम् इति अस्ति, तदपि अन्यथा सिद्धत्वम् इति. तत् इत्युक्ते घटविषये घटं प्रति दण्डरूपं कथम् अन्यथा सिद्धम् इति, किमर्थम् इति तत्र तस्य उदाहरणम्. अनन्तरं तृतीयम् उदाहरणमस्ति तत्र व्योमकुलाल व्योम इति तत्र आकाशः इति कथं तत्र तृतीय अन्यथा सिद्धः. अनन्तरं चतुर्थ अन्यथा सिद्ध यद् अस्माकं पुस्तके अस्ति तत्र कुलालजनकः इत्यस्य विषये, कुलालपिता इत्यस्य विषये. अग्रे पञ्चमम् अस्ति तत्र गर्दभः कस्य विषये, गर्दभः तत्र मृत्तिकायाः आनयने सः तस्य साहाय्यं भवति, तथापि सः अन्यथा सिद्धः भवति एतस्य घटं प्रति इति तत्र पञ्चमस्य उदाहरणम्, अतिरिक्तम् अथापि यद् भवेत् इति. अस्तु, धन्यवादः. तर्हि अग्रे लक्ष्मी भगिनी पाठति वा? तत्र च प्रथमा इति अस्ति खलु, तस्मात् यतोहि तत् पूर्वं यदस्ति तत् सन्ध्या भगिन्या उक्तमेव. तथा च प्रथमा अन्यथा सिद्धिः उपस्थाप्यते. इदानीम् अन्यथा सिद्धत्वमेव कियतां पदार्थानां मत आह एनति. यत् कार्यं प्रति कारणस्य पूर्ववृत्तिका येन रूपेण गृह्यते कार्यं प्रति तद् तद्रूपम् अन्यथा सिद्धिम् इति अर्थः. अन्यथा सिद्धम् इति अर्थः, यथा घटं प्रति दण्डत्वम् इति प्रथमा अन्यथा सिद्धनिरूपणम्. अस्तु, अत्र अस्मिन् वाक्ये प्रथमा अन्यथा सिद्धः अन्यथासिद्धः किम् इति निरूपणम्. इदानीम् अन्यथा सिद्धत्वम् एव कियतां पदार्थानाम् अथ आह, अस्तु, कियतां पदार्थानां कियतां पदार्थानाम् अथ आह, यत् कार्यं प्रति कारणस्य पूर्ववृत्तिता येन रूपेण कृते कार्यम्. अग्रे यदस्ति परिच्छेदः तत् पठतु, तत्र एतस्य श्लोकस्य एव विवरणमस्ति, पठित्वा पुनः श्लोकं प्रति आगच्छामः. पञ्चसु अन्यथा सिद्धिषु प्रथमावर्णने उच्यते येन सह पूर्वभावः, यत् कार्यं प्रति किमपि वस्तु येन धर्मेण कारणं भवति, एतत् कार्यं प्रति तस्य वस्तुनः सः च धर्मः अन्यथा सिद्धो भवति। यद्यपि स च धर्मः कार्यं प्रति नियतपूर्ववर्ति स्यात्, तथापि सः धर्मः कार्यं प्रति कारणं न भवति, यथा दण्डं प्रति दण्डत्वम्। अत्र वक्तव्यं यत् घटं प्रति दण्डः कारणं, तस्य च दण्डस्य पूर्ववृत्तिक दण्डत्वेन गृह्यते इति कृत्वा तच्च दण्डत्वं घटं प्रति अन्यथा सिद्धम्। इत्युक्तौ घटं प्रति दण्डस्य कारणतः दण्डत्वेन भवति, अतः दण्डः कारणं दण्डत्वम् अन्यथा सिद्धम्। घटं प्रति दण्डत्वस्य कोऽपि उपयोगो नास्ति। अस्तु, अत्र प्रथमविधस्य प्रथमविध अन्यथा सिद्धः इति किम् इति दत्तं। प्रथमश्लोके उच्यते येन सह पूर्वभावः इति तत्र दत्तं। पूर्व अत्र भावः इत्युक्ते धर्मः इति मन्ये। यत् कार्यं प्रति किमपि वस्तु किमपि वस्तु येन धर्मेण कारणं भवति, कार्यं प्रति किमपि वस्तु तस्य धर्मेण कार्यं भवति। अग्रे उदाहरणमस्ति घटं तस्य प्रति दण्डः दण्डत्वम् इति धर्मः। यदा यदा दण्डेन यदा धर्मेण तत् कारणं भवति, तत् कार्यं प्रति तस्य वस्तुनः तत् कार्यं प्रति तस्य वस्तुनः सः धर्मः अन्यथा सिद्धः भवति। धर्मः वस्तुनः धर्मः कार्यं प्रति अन्यथा सिद्धा भवति, अन्यथा सिद्धः भवति। प्रथममेव अन्यथा सिद्धः भवति वस्तुनः तस्य धर्मः एव अन्य प्रथममेव अन्यथा सिद्धः भवति। यद्यपि सः च धर्मः कार्यं प्रति नियतपूर्ववर्ती स्यात्, तथापि सः धर्मः कार्यं प्रति कारणं न भवति। यद्यपि तत् कारणं अत्र इत्युक्ते धर्मः नियतपूर्ववर्ति इत्युक्ते नियमितरूपेण तत्र पूर्वं दृष्टवन्तः कार्यस्य अधिकरणे कारणं भवेत्, तत् सर्वदा कारणं सर्वदा भवेत्, कारणस्य कार्यस्य पूर्वक्षणे एव भवेत्। यद्यपि सः धर्मः तादृशनियमितरूपेण पूर्वमेव तादृशनियमितरूपेण भवति, तथापि तत् धर्मः कार्यं प्रति कारणमिति न स्वीक्रियते, किन्तु अन्यथा सिद्धम् इति रूपेण एव स्वीक्रियते। एतदर्थम् दण्डत्वम् अन्यथा सिद्धम् इति क्षम्यताम् यथा घटं प्रति दण्डत्वं यथा घटं प्रति तथा उदाहरणत्वेन घटं प्रति दण्डत्वं दण्डः तत्र कार्यादिकरणे पूर्वमेव भवति, सर्वदा भवति, अपि च कार्यादिकरणे भवति एव, किन्तु तत् पूर्वं घटं प्रति कारणं न भवति। न दण्डः घटं प्रति कारणं वा भवति वा? दण्डः घटं प्रति समवायिकारणं न भवति, केवलं निमित्तकारणं। भगिनि भगिनि अत्र समवायिनिमित्त इति विषयः नास्ति खलु, केवलं कारणम् इत्येव विषयः। तर्हि दण्डः तु घटं प्रति कारणं भवति एव। दण्डः घटं प्रति कारणं भवति, किन्तु दण्डत्वं घटं प्रति कारणं न भवति। दण्डत्वम् इति धर्मः घटं प्रति कारणता न भवति, केवलम् अन्यथा सिद्धः इति वदामः। इत्युक्ते तत्र ओ अस्तु दण्डत्वमिति धर्मः न तु जाति खलु, जातिः अपि खलु, यतोहि तत्र सामान्यः यतोहि तत्र समानानां धर्मः इति सामान्यम् इति दण्डत्वम् इति जातिः अपि आम् सत्यम्। अत्र जातीयविषयः अपि अस्ति, धर्मः अपि अस्ति वा? केवलं जातीय केवलं धर्मः एव धर्मः इति स्वीकुर्मः, तत्र जातिः इति अपि वक्तुं शक्नुमः, परन्तु तत्र प्रायः धर्मः इति स्वीकुर्मः चेत् सौलभ्यमस्ति। अस्तु अस्तु अत्र वक्तव्यं यत् घटं प्रति दण्डः एकक्षणं भगिनि, तत्पूर्वं भवती किञ्चित् अवगतवती वा इति सम्यक्तया मम अवगमनं नास्ति इति कृत्वा तत्र दण्डत्वस्य विषये तत्र यद्वाक्यमस्ति तत् कथं दण्डत्वम् अन्यथा सिद्धत्वं दण्डत्वे अन्यथा सिद्धत्वम् अस्ति इति वक्तुं शक्नोति वा? इत्युक्ते नियतपूर्ववृत्तित्वं कुत्र अस्ति एतेन वाक्येन? नियतपूर्ववृत्तित्वं दण्डे अस्ति अतः दण्डत्वे अपि अस्ति, किन्तु दण्डत्वं घटं प्रति कारणं नास्ति, केवलं दण्डः एव घटं प्रति कारणम्। दण्डत्वं किमर्थं घटं प्रति कारणं नास्ति? दण्डत्वं दण्डत्वं किमर्थं नास्ति इति न जानामि, इत्युक्ते अत्र अन्यथा सिद्धमिति दत्तं, किमर्थं तद् अन्यथा सिद्धमिति स्वीक्रियते न तु न तु कारणम् एव इति न सम्यक् न जानामि। तदेव अस्ति खलु अत्र एकं वाक्यम् अस्ति तत् पूर्वं तस्य च दण्डस्य पूर्ववृत्तिता दण्डत्वेन गृह्यते इति कृत्वा तस्य दण्डत्वं घटं प्रति अन्यथा सिद्धम्। तत् उत्तरं भवति वा? सत्यं महोदय, सत्यम्। इतोपि किञ्चित् वदति वा? आम्, अत्र यथा दण्डः कारणम् अस्ति, दण्डे दण्डत्वम् अस्ति, तस्य धर्मः अस्ति, दण्डत्वात् पूर्ववृत्ति अस्ति दण्डे, दण्डे तत्र दण्डत्वेन एव तत् दण्डं गृह्यते तत् कारणात् तत् दण्डत्वं घटं प्रति कारणं नास्ति, परन्तु अन्यथा सिद्धम् अस्ति। सम्यक्। इत्युक्ते तत्र दण्डः इति घटं प्रति कारणं, दण्डस्य ज्ञानं भवति दण्डत्वेन खलु, इत्युक्ते दण्डः गृह्यते दण्डत्वेन इति कृत्वा दण्डत्वम् इति घटं प्रति कारणं न भवति, घटं प्रति अन्यतासिद्धमेव भवति, दण्डः एव कारणं भवति, इत्युक्ते कारणस्य ज्ञानं येन वयं कारणं येन वयं ज्ञायते तत्तु अन्यथा सिद्धं भवति न तु कारणम् इति। अत्रापि वस्तुतः दण्डत्वम् इति दण्डं प्रति कारणम् इति वक्तुं शक्नुमः वा? यतोहि दण्डत्वम् अस्ति अतः एव तत्र दण्डः इति भवति किल, तथा तत्र इत्युक्ते घटत्वम् इति घटं प्रति कारणम् इति वक्तुं न शक्नुमः खलु, घटत्वम् इति घटस्य धर्मः एव, इत्युक्ते घटत्वम् इत्यनेन एतद् घटम् इति ज्ञानं भवति, परन्तु घटं प्रति अन्यं तत् जनकः नास्ति इति कारणं, केवलं तस्य विद्यमानं तत्र ज्ञायते तेन। प्रायः अयं घटः इति यद् यद् आकारः अथवा ज्ञानं भवति तस्य कारणं प्रायः घटत्वं भवति खलु, न जानामि, किञ्चित् चिन्तनीयम् अस्ति। यतोहि यदि दण्डत्वम् इति दण्डः दण्डं प्रति कारणम् इति यदि वदामः तर्हि तत्र पुनः यः यं विषयं वयं पठन्तः स्मः तत्र जनकः इत्येव विषयः अस्ति, परन्तु तथा नास्ति इति भाति एतत्। सत्यं सत्यं, तदपि अस्ति सत्यं, तथा अस्ति चेत् तत्र चतुर्थविध अन्यतासिद्धः तत्र गच्छति खलु, न तु अत्र। सत्यं, अत्र तु केवलं तत्र धर्मस्य विषये एव अस्ति। इत्युक्ते तत्र दण्डत्वमेव दण्डः दण्डं सूचयति इति कृत्वा दण्डत्वं कारणं न भवति इति मम अवगमनम्। इत्युक्ते येन धर्मेण वयं कारणं जानीमः सः धर्मः कारणं न भवति कार्यं प्रति इति मम अवगमनम् आसीत्। अपि च अस्तु अस्तु भगिनि, अग्रे गच्छामः. अन्यत् किमपि वक्तव्यं वा? न न न, किमपि नास्ति, अत्र काण्टेक्स्चुवल् नास्ति. अस्तु अस्तु अस्तु, तर्हि अग्रे पठेम. तर्हि किन्तु अन्तिमवाक्यं तत्र घटं प्रति दण्डत्वस्य कोऽपि उपयोगो नास्ति, तत् तत् कथं भवितुमर्हति? दण्डे दण्डत्वम् अस्ति इति कृत्वा एव घटं प्रति दण्डः कारणं भवति. सत्यं, परन्तु दण्डत्वं नास्ति चेत् अत्र आशयः अस्ति साक्षात् किमपि उपयोगः नास्ति, इत्युक्ते साक्षात् तयोः मध्ये सम्बन्धः इति किमपि नास्ति. दण्डत्वेन घटमिति कार्यं न भवति. दण्डत्वम् अस्ति इति कृत्वा दण्डः वयं जानीमः, सः दण्डेन तेन दण्डेन घटनिर्माणं भवति, परन्तु दण्डत्वेन किमपि साक्षात् उपयोगः नास्ति घटनिर्माणं प्रति. दण्डत्वेन भगिनि, दण्डत्वेन दण्डः गृह्यते, परन्तु दण्डत्वस्य कोऽपि कार्यं नास्ति, तत् कारणं नास्ति तत् दण्डत्वे. सत्यम्. लक्ष्मी भगिनी, इदानीमपि प्रश्नः अस्ति वा? अस्तु, तर्हि अग्रे रामप्रिया भगिनी, भवती पठति वा? आं भगिनि, अस्य सम्यक् बोधनार्थं प्रष्टव्यं यत् घटं प्रति दण्डः कारणं केन धर्मेण? द्रव्यत्वधर्मेण वा, पृथिवीत्वधर्मेण वा, दण्डत्वधर्मेण वा? उत्तरं भवति यत् न द्रव्यत्वधर्मेण, न वा पृथ्वीत्वधर्मेण, अपि तु दण्डत्वधर्मेण एव दण्डः कारणं घटं प्रति. एतदर्थं दण्डत्वम् अन्यथासिद्धम् इति स्वीकार्यम्. एतदर्थं च उक्तं येन सह पूर्वभावः, कारणस्य पूर्ववृत्तिता येन रूपेण गृह्यते कार्यं प्रति, तद् रूपम् अन्यथासिद्धम् इति अर्थः. दण्डस्य घटपूर्ववृत्तिता वृत्तिता केन रूपेण गृह्यते? दण्डत्वरूपेण. अतः घटकार्यं प्रति दण्डत्वम् अन्यथा सिद्धम्, एवमेव गन्धं प्रति पृथ्वीत्वम् अन्यथा सिद्धम्. अस्तु, इदानीं प्रश्नः भवति यत् घटं प्रति दण्डः कारणम् इति जानीमः, केन धर्मेण कारणम् इति. द्रव्य दण्डः इति द्रव्यं, द्रव्यत्वधर्मेण वा, पृथ्वीत्वधर्मेण वा, दण्डत्वधर्मेण वा कारणं घटं प्रति दण्डः इति प्रश्नः. सो तस्य उत्तरमस्ति द्रव्यत्वधर्मेण नास्ति, पृथ्वीत्वधर्मेण नास्ति, परन्तु दण्डत्वधर्मेण एव दण्डः घटं प्रति कारणम् इति. तद् अवगतं, किमर्थं द्रव्यत्वधर्मेण नास्ति? अहं चिन्तयामि भगिनि, यथा द्रव्यत्वम् अपि च पृथ्वीत्वम् अन्येषु पदार्थेषु अपि भवति, परन्तु दण्डत्वं तु दण्डे एव भवति, तत् तत् कारणात् तत् दण्डत्वम् एव स्वीकरणीयम्. सत्यम्. इत्युक्ते यत्र यत्र द्रव्यत्वम् अस्ति तत्र सर्वत्र दण्डत्वं नास्ति खलु, तत् सर्वं तत्र दण्डः इति स्वीकृत्य घटस्य कारणमिति न भवति. न भवति, तद् आम् अस्तु, आम् तस्य एक्स्क्लूसिव् क्वालिटि इति, आम् दण्डत्वधर्म. अस्तु, एतदर्थं दण्डत्वम् अन्यथा, इदानीं तत् कारणेन एव वयं दण्डत्वम् अन्यथा सिद्धम् इति स्वीकरणीयं घटं प्रति इति. एतदर्थं च उक्तं येन सह पूर्वभावः इति तद् श्लोके प्रथमवाक्यम् इति चिन्तयामि. तद् उक्तं कारणस्य पूर्ववृत्तिता, कारणस्य पूर्ववृत्ता येन रूपेण गृह्यते कार्यं प्रति, तद् रूपम् अन्यथा सिद्धम् इति अर्थः. अत्र उदाहरणे पश्यामः चेत् कारणस्य पूर्ववृत्तिता, दण्डस्य पूर्ववृत्तिता, कार्यमस्ति घटनिर्माणं, येन रूपेण गृह्यते कार्यं प्रति, येन रूपेण गृह्यते इत्युक्ते दण्डस्य दण्डत्वरूपेण एव गृह्यते कार्यमिति यदा घटनिर्माणं तत् अन्यथा तद्रूपम् अन्यथासिद्धम् इति अर्थः अतः दण्डत्वम् अन्यथासिद्धं तदेव दत्तमस्ति. एवमेव गन्धं प्रति पृथिवीत्वम् अन्यथासिद्धं तादृशमेव यदा गन्धं प्रति वयं पश्यामः चेत् तत्रापि पृथ्वीत्वम् इति अन्यथा सिद्धम् अस्ति पृथ्वी इति साक्षात् कारणमस्ति. अग्रे भगिनि. सारांशत्वेन उच्यते यत् घटं प्रति दण्डः कारणं दण्डे कारणता दण्डनिष्ठकारणता दण्डत्व अवच्छिन्ना दण्डकारणतायाः अवच्छेदकधर्मः दण्डत्वं तथा च घटकार्यं प्रति दण्डत्वम् अन्यथासिद्धम् एवञ्च कारणता अवच्छेदकधर्मत्वं प्रथमम् अन्यथासिद्धम् इति भावः. अस्तु, सारांशत्वेन यदुक्तमस्ति तत् घटं प्रति दण्डः एव कारणं दण्डे तु कारणता अस्ति. अस्तु, दण्डनिष्ठकारणता आगच्छति तत् दण्डनिष्ठकारणता किं का अवच्छिन्ना भवत् किम् अवच्छिन्ना दण्डत्वम् अवच्छिन्ना भवति दण्डनिष्ठकारणता दण्डत्वम् आं तदेव अवच्छिन्ना भवति दण्डकारणतायाः अवच्छेदकधर्म आम् अस्तु दण्डकारणतायाः अवच्छेदकधर्मः तु दण्डत्वमेव तथा च घटकार्यं प्रति आम् तदा वयं वक्तुं शक्नुमः घटः इति कार्यं प्रति दण्डत्वम् अन्यथासिद्धम् इति वक्तुं शक्नुमः. दण्डत्वम् अवच्छेदकधर्मः दण्डकारणतायाः आम् कारणता अवच्छेदकधर्मत्वं प्रथमम् अन्यथासिद्धम् इति भावः. कारणता अवच्छेदकधर्मत्वं प्रथमम् इति किमर्थं दत्तमस्ति भगिनि इति इदानीं तत्र अन्यथासिद्धत्वम् इति पञ्चविधम् इति दृष्टवन्तः खलु प्रथमविधम् अस्तु अस्तु अवगतम् प्रथमविधम् एतत् कारणता अवच्छेदकधर्मत्वम् इति प्रथम अन्यथासिद्धत्वम् अस्ति इति अस्तु तर्हि अत्र स्थगयितुं शक्नुमः. अद्य प्रश्नः अस्ति वा नो चेत् इदानीं विरमामः. धन्यवादः, शुभरात्रिः. धन्यवादः. धन्यवादः.